नमस् सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः। अद्य कविता भगिनी वदति कदा कदा तृतीया विभक्तेः उपयोगं भवति इति। कविता भगिनी उक्त्वा ध्येयमन्त्रं वदामः, आरम्भम्। अस्तु, आदौ ध्येयमन्त्र वदति किम्? अस्तु, चिन्ता नास्ति, तथा अपि कर्तुं शक्नुमः। अस्तु, दृश्यते किल? आम् आं भगिनि, ध्येयमन्त्र षडसि आम् पठतु। आम् आम्, ध्येयमन्त्रः इन्द्रियाणां कृतसर्गः मृत्यूनामपि विशिष्यते, अत्यर्थं पुनरुत्सर्गः साधयेत् देवतान्यपि। इन्द्रिया द्रष्टुं छन्दसि अस्ति, इन्द्रियाणाम् उत्सर्गः अनुत्सर्गः इन्द्रियाणामनुत्सर्गः मृत्युनापि विशिष्यते, अत्यर्थं पुनरुत्सर्गः साधयेद्दैवतान्यपि। वदतु। इन्द्रियाणाम् अनुत्सर्गः मृत्युनामपि विशिष्यते, अत्यर्थं पुनरुत्सर्गः साधये देवतान्यपि। अत्र आङ्ग्लभाषायाम् अर्थः अस्ति, नान् अटाच्मेण्ट् आफ् द सेन्स् आर्गन्स् फ्रम् देर् आब्जेक्ट्स् इस् इवन् मोर् पेन्फुल् देन् देट्, बट् एक्सेस् आफ् अटाच्मेण्ट् वित् आब्जेक्ट्स् केन् डिस्ट्राय् इवन् द गाड्स्। तर्हि अत्र सेन्स् आर्गन्स् इति अर्थः केन शब्देन आगच्छति? इन्द्रियाणाम्, इन्द्रियाणाम्। उत्तमम्। नान् अटाच्मेण्ट् केन शब्देन आगच्छति? इन्द्रियाणाम् अनुत्सर्गः, अनुत्सर्गः, अनुत्सर्गः। अटाच्मेण्ट् केन शब्देन, अटाच्मेण्ट् केन शब्देन अवगम्यते? अनुत्सर्गः नैव, उत्सर्गः। तत्र नान् अटाच्मेण्ट् अनुत्सर्गः, अटाच्मेण्ट् उत्सर्गः। तत्र मृत्युना अस्ति, तत्र विभक्तिः का? मृत्युना, यथा गुरुणा, गुरुणा मृत्युना तृतीया, तृतीया गुरुणा बै डेत् आल्सो, हा बै डेत् आल्सो, चिन्ता नास्ति, बै डेत् आल्सो इट् इस् मोर् पेन्फुल्। इन्द्रियाणाम् अनुत्सर्ग, keeping ourselves away from attachments is more painful than death also. Astu tatra excess of attachment iti likhitam asti, excess of attachment kena shabdena avagamyate? Atyartam is excess. Uttam, uttam, utsarga iti artham. Punaha साधये दैवतान्यपि इत्युक्ते इट् इस् वर्स् देन् केन् इट् इस् इट् केन् डिस्ट्राय् यु कम्प्लीट्लि। अस्तु, धन्यवादः भगिनि, या इविन्द कोट्, धन्यवादः भगिनि। इदानीं वदतु, हा तृतीया विभक्तेः उपयोगं कदा भवति? ऐ विल् ट्रै, हा चिन्ता नास्ति भगिनि, ट्रै एव, अहमपि ट्रै एव कुर्वती अस्मि, चिन्ता नास्ति. नमे सर्वेभ्यः. अद्य अहं तृतीया विभक्त्या प्रयोजनं वदामि. वदतु वदतु, चिन्ता नास्ति, वदतु. क्रियायां यत् साधनं भवति तस्य तृतीया विभक्ति भवति. वेन् वि आर् यूसिङ्ग् एन् इन्स्ट्रुमेण्ट् फार् एक्षन्, उदाहरणं बालः हस्तेन फलं खादति, हस्तेन इस् तृतीया विभक्ति. सेकेण्ड्, भावसूचानां शब्दानाम् अपि तृतीया भवति. वेन् यु आर् एक्स्प्रेसिङ्ग् एन् इमोशन् वित् विच् द एक्षन् इस् डन्, देट् इस् तृतीया विभक्ति. उदाहरणं सः आनन्देन गायति. थर्ड्, सः शब्दः यत्र भवति तत्र तृतीया विभक्ति भवति. वेन् एवर् वि यूस् द वर्ड् सः, देर् तृतीया विभक्ति इस् यूस्ड्. उदाहरणं सः मित्रेण सह भोजनालयं गच्छति. फोर्थ्, विना शब्दस्य योगे तृतीया विभक्ति भवति. विदौट् हूम् वि केनाट् आर् वि काण्ट् डू केन् डू. उदाहरणं ज्ञानेन विना मनुष्यस्य सोरि, ज्ञानेन विना मनुष्य पशु एव. विना, सो हेर् विना इस् यूस्ड्, सो इट् इस् तृतीया विभक्ति. यः शब्दः कारणवाचकः भवति तस्य तृतीया विभक्ति भवति. रीज़न् वाय् अ पर्टिक्युलर् थिङ्ग् हेपण्ड्. उदाहरणं देवानुग्रहेण अपायः न जातः, सो देवानुग्रहेण इस् तृतीया विभक्ति. यत्र यत्र प्रयाणसाधनम् उपयुज्यते तस्य तृतीया विभक्ति भवति. वेर् एवर् लोकोमोशन् इस् इन्वाल्ड् इस् एक्स्प्रेस् इन् तृतीया विभक्ति. फार् एक्साम्पल्, उदाहरणं सः द्विचक्रिकया उद्यानं गच्छति. यदा वयं किमपि क्रीणीमः तथा यत् धनं दीयते तस्य तृतीया विभक्ति भवति. वेन् एवर् वि बाय् सम्थिङ्ग् एण्ड् पे फार् इट्, द मनी इस् इन् तृतीया विभक्ति. उदाहरणम्, अहं शतरूप्यकैः पुस्तकं क्रीतवान्. निषेधार्थकः अलं शब्द यत्र प्रयुज्यते तत्र तृतीया विभक्ति भवति. वेन् यु वाण्ट् टु इण्डिकेट् इनफ् आफ् सम्थिङ्ग्, सो तृतीया विभक्ति इस् यूस्ड्. उदाहरणं, छात्राः तूष्णीं तिष्ठन्तु अलं कोलाहलेन. धन्यवादः. उत्तमः, धन्यवादः भगिनि. गतवर्गे सर्वैः अवगतम् इति मन्ये. ऐ एम् अस्यूमिङ्ग् दट् एव्रिबडि हेज़् अण्डर्स्टुड्. आर् दे एनी क्वश्चन्स्? अस्तु, न सन्ति इति मन्ये. अग्रे गच्छामः. गतवर्गे तु वयं सप्तविंशतिः इति पुटं न आरब्धवन्तः, तर्हि अद्य कुर्मः. अस्तु, कविता भगिनी भवती एव आरम्भं करोतु. आं भगिनि, यदा वयं किमपि क्रीणीमः तथा यत् तदभवत् सप्तमः बिन्दुः अपि अधः कोष्टके क विभागे एकवचनरूपं दत्तम् अस्ति. च विभागे त्रयः विकल्पाः सूचिताः सन्ति. च विभागे स्थितं शुद्धं बहुवचनरूपं रेखया तत्र कोष्टके विभक्तिः का तत्र? कोष्टके रामे तृतीया विभक्ति बहुवचन. नहीं सप्तमी सप्तमी सप्तमी सप्तमी सप्तमी इदानीं प्रश्नस्य अर्थं वदतु भगिनि किं करणीयम् अधः नीचे गिवन् बिलो गिवन् बिलो द बाक्सस् इन् द क भाग् देर् इस् अ एकवचनरूपम् एकवचनरूपम् इस् गिवन् इन् द च भाग् त्रयः विकल्पाः त्री आप्शन्स् आर् गिवन् सूचिताः सन्ति उत्तमं च विभागे स्थितं सत्यं सत्यम् उत्तमं वदतु च विभागे स्थितं शुद्धं बहुवचनरूपं रेखया अङ्कयत् सेलेक्ट् द करेक्ट् फार्म् select the shuddham the correct form and underline it and underline it rekhaya ankaya tatra rekhaya rekhaya iti shabdasya vibhaktih ka rekhaya ram nahi nahi rekha strilinga ma'am ikarant strilinga akarant strilinga shabdah akarant strilinga ramaya kritiya vibhakti तृतीया अस्तु करोतु इदानीं करोतु अग्रे करोतु उदाहरणं जनेन जनेभ्यः जनैः जनादिः सो जनेन जनेन तृतीया विभक्ति सो देट् वचनं वचनं किमस्ति एकवचनम् एकवचनं बहुवचनस्य तृतीया विभक्ति जनैः उत्तमं लिङ्गं किं शब्दस्य लिङ्गं पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः उत्तमम् अग्रे चोरैः तृतीया विभक्ति चोरैः दन्तेन चोराणाम् एकनिमिष चोराणां तत्र विभक्तिः का विभक्तिः का चोराणां चोराणां षष्टि विभक्ति उत्तमम् उत्तमम् अग्रे दन्तेन दन्ताभिः दन्तेभिः दन्तैः तृतीया विभक्ति दन्तैः बहुवचनम् उत्तमम् अग्रिमं करोतु भवता भवतैः भवतभिः भवताभिः भवतैः नैव भवताभिः अस्ति तत्र भवत् इति शब्दस्य भवताभिः भवतैः इति नास्ति सो स्त्रीलिङ्ग नैव नैव नैव तत् पुंलिङ्गे एव अस्ति पुंलिङ्गे एव भवता भवते तत्र अग्रिमं पश्यतु इदानीम् अवगम्यते भवत्या भवता पुंलिङ्गे अस्ति तर्हि भवत्या स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे अस्ति अपि च बहुवचनं बहुवचनं भवताभिः कथं भवितुम् अर्हति तत्र भवताभिः तु पुंलिङ्गे अस्ति इदानीम् अस्माकं कृते तु स्त्रीलिङ्गरूपं दत्तमस्ति तर्हि भवतीभिः भवतीभिः भवतीभिः भवतीभिः अस्तु उत्तमं भगिनि धन्यवादाः विशालाक्षी भगिनी अग्रिमं करोतु विशालाक्षी भगिनी अस्ति किम् हरि हा अस्ति यस् यस् आम् भगिन्या भगिनीभ्यः भगिनीभिः भगिन्याभिः बहुवचनरूप इस् भगिन्याभिः किमर्थम् तत्र गीतासोपानस्य पुस्तके अन्ते दत्तमस्ति रूपाणि पश्यतु आवश्यकं चेत् 197 अत्र भवतः शब्दं भवद्भिः इति अत्र दत्तमस्ति पुस्तके कुत्र 201 पेज् नम्बर् भवता भवद्भिः बहुवचनम् भवद्भिः दत्तमस्ति किम् तत्र पुंलिङ्गे किम् सत्यं भवता भवता भवद्भिः एव सत्यं धन्यवादाः भगिनी क्षम्यताम् भवताभिः तु दोषः अस्ति तत्र भवद्भिः पुंलिङ्ग कविता भगिनी पश्यतु तत्र भवतैः भवद्भिः भवतापिः तु तत्र सम्यक् नास्ति मम दोषः जातः भवद्भिः एव मम दुर्लक्ष अस्तु तर्हि भवतीभिः भवतीभिः इति रूपं साधुः अस्तु अग्रे अग्रे धन्यवादः भगिनी अस्मिता भगिनी उक्तवती किम् आं भगिनि मया भगिनी विशालाक्षी भगिनी करोति अग्रे भवती करोतु अस्तु विशालाक्षी भगिनी अग्रे करोतु भगिन्या So, भगिन्या भी इज करेक्ट और रॉन्ग भगिनी भी नदी नदी नदी इति शब्दवत् मया अच्छा मया मयैः मयाभिः अस्माभिः नैव पश्यतु अत्र प्रातिपदिकं किम् इस् इट् मयाभिः नैव नैव भगिनी प्रातिपदिकं किं नो मया इति शब्दस्य अस्मद् अस्मद् इस्मद् अस्ति तर्हि अस्माभिः द्वितीया विभक्तिः बहुवचनम् विभक्तिः का मया इति शब्दस्य तृतीया विभक्ति तृतीया विभक्ति किं सूचयति नो ऐ डोण्ट् नो देट् ऐ डोण्ट् रिमेम्बर् अण्ड् ऐ डोण्ट् हेव् मै बुक् इन्स्ट्रुमेण्टल् सो बै मी इन्स्ट्रुमेण्ट् अण्ड् अस्माभिः इस् बै अस् यप् अवगतम् इदानीं यु यु अण्डर्स्टुड् नो देट् ऐ अण्डर्स्टुड् बट् remember that asmad dana vibhakti vishayah eva tritiya vibhaktihi asti astu agre no which is the right answer for that now maya asmabhihi tatra asmabhihi ta topanasya pustake ante rupani dattani santi pashyatu okay next one is tena tena taihi it comes to taihi tadbhi tabhi tatra shuddha rupam तेन तद्भिः ताभिः ओके उत्तरं किम्? उत्तरं तैः तैः यथा रामैः तथा तैः तेन तत् शब्दस्य तृतीयारूपमस्ति तृतीया अग्रे सर्वेण सर्वैः सर्वै सर्वेणैः सर्वेभिः सर्वैः सर्वैः उत्तमम् अत्र सर्व इति शब्दस्य पुंलिङ्गरूपमस्ति अग्रे कया कयाभिः कैः काभिः भगिनी भगिनी सर्वाभिः न सर्वाभिः नैव सर्वैः सर्वैः सर्वैः सर्वैः पुंलिङ्ग पुंलिङ्गे अस्ति अच्छा अच्छा सर्वेभिः नास्ति सर्वैः आं भगिनि आं भगिनि अस्तु विष्टालक्ष्मी भगिनी अग्रिमं करोतु कया कयाभिः कैः काभिः कया कया इति शब्दस्य लिङ्गं किं लिङ्गं किं स्त्रीलिङ्ग स्त्रीलिङ्गे स्त्रीलिङ्ग तर्हि कयाभिः नैव काभिः काभिः काभिः काभिः ओके काभिः चिन्ता नास्ति भगिनि शनैः शनैः भवति एव अग्रे लेखन्या लेखनीभिः लेखन्यैः लेखन्याभिः लेखन् नदीवत् लेखन्या लेखन्या नदी नदी इति शब्दस्य रूपाणि पश्यतु भगिनी तदा अवगम्यते लेखनी या लेखनी गो दिस् वन् मिनिट् नदी नदी देट् इस् हौ यु हव् टु डु इट् लेखन्याभिः लेखनीभिः लेखनीभिः लेखनीभिः लेखनी लेखन्या लेखन्या इति शब्दस्य अर्थः कः पेन् ओन्लि पेन् लेखन् रैटिङ्ग् इन्स्ट्रुमेण्ट्स् आल् रैटिङ्ग् इन्स्ट्रुमेण्ट्स् बाय् पेन् बाय् धन्यवादः धन्यवादः विजय विजय कुमार महोदय अग्रिमं करोतु आं भगिनि सः चर्चा कृतवान् ते वादं सः चर्चां कृतवान् ते वादं कृतवान् इदानीम् आदौ आदौ प्रश्नं पश्यतु अत्र तत्र अग्रिमं पुटे अस्ति ओके रामः केन है कै कै है सः किं कृतवान् कैः कैः कैः सः कैः सः किं कृतवान् इति उपरितन उपरितन कोष्टकं स्थूलतया निर्दिशति तदाधारेण सर्वनामशब्दानां तृतीयाविभक्तिं योजयन्तम् उदाहरण अनुसारं वाक्यानि रचत रचयत रचयत इदानीं किं करणीयं तत्र उदाहरणं दत्तमस्ति पश्यतु उदाहरणं रामः तेन ओके उदाहरण रामः केन स्लाश् कैः सो हियर् विल् बी तेन सह चर्चां कृतवान् तैः सह वादं कृतवान् ओके रामः तेन सह चर्चां कृतवान् तैः सह वादं कृतवान् तत्र लिङ्गम् अपि च वचनं दृष्ट्वा तृतीया विभक्ति सर्व सर्वनामशब्द सत्यम् इदानीम् अग्रिमं करोतु रामः ओके रामः एतेन उत्तमं चर्चां एतेन एतेन वादं कृतवान् सत्यं परन्तु एतेन सह सः इति वदनीयम् एतेन सः कथां पठितवान् यु हेव् टु पुट् द वर्ड् सः बिकास् वाट् इस् द मीनिङ्ग् आफ् दट् चर्चां कृतवान् लैक् दट् ओके ओके ओके ओके एतेन सह ओके सेकेण्ड् वन् एषः कथां पठितवान् एते पठान् पठितवान् पाठान् पाठान् पठितवान् इट् विल् बि एषः एषः तत् तत्र प्रातिपदिकं किम् एषः एषः एतै यतया वैतया एषः लिङ्गं किम् एषः इति शब्दस्य लिङ्गं किम् पुल्लिङ्ग एषः पुंलिङ्ग अस्ति तर्हि तृतीया विभक्तौ किं भवति सः बिकम्स् तेन सो एषः बिकम्स् एष एतै एतेन एतेन एतेन तत्र वचनमपि द्रष्टव्यम् ओके यु हेव् टु सी द बोत् द वचनम् एण्ड् द लिङ्गम् ओके ओके तर्हि रामः वदतु पूर्णं वाक्यं रामः एतेन एषः एतेन सह एतेन सह पाठान् पठितवान् कथां पठितवान् पाठान् केन सह ओके ओके ओके कथान् कथान् पठितवान् ओके ओके कथां पठितवान् इदानीम् एते एते इति शब्दस्य बहुवचने लिङ्गं किम् एते बहुवचने तैः एतैः परन्तु एते तु द्विवचने त्रिलिङ्गे अपि भवितुम् अर्हति तदा एताभ्यां तदा एताभ्यां ओ ओके ओके ओके एताभ्याम् इदानीं तु पुंलिङ्गे एव स्वीकुर्मः तर्हि कथं भवति इदानीं पूर्णं वाक्यं वदतु एषः रामः लिखतु तत्र रामः लिखतु रामः एव रामः एतेन कथां सः सः सः कुत्र अस्ति सः स्थापनीयं तत्र रामः अलाङ्ग् वित् हूम् डिड् हि रीड् सो अलाङ्ग् वित् यु हेव् टु पुट् देट् वर्ड् रामः एतेन सह एतेन सह कथां पठितवान् अपि च अग्रे अपि च पाठाङ्केन सह पठितवान् कथां पाठन् पठितवान् केन सह एतै रामः रामः रामः एतैः सह पठान् पठितवान् उत्तमम् अर्थं वदतु वाक्यस्य अर्थं वदतु टेल् मी द मीनिङ्ग् आफ् द सेण्टेन्स् रामः अलाङ्ग् वित् this person he studied he read the story okay and along with these people he studied the chapters or he read the chapter. Or he studied the chapter. Idanim avagatam kila. So they have given the word with whom Rama has done the work, and you have to put it into the correct grammatical structure. Agrimam karutu. So linga vachanam. Sa gītam gītavān, tām kāryam kṛtavān. Rāma, idāni, vadatu, Rāmaha kena saha gītam gītavān api kāryam kena saha kṛtavān. Yes, sir. Rāmaha इदानीम् एवं करोतु सा इति शब्दस्य लिङ्गं किं पुल्लिङ्ग सा इति शब्दस्य लिङ्गं किं जानाति भवान् किमर्थं स्त्रीलिङ्ग वदतु स्त्रीलिङ्गे अस्ति इदानीं तृतीयाविभक्तिरूपं किं सा इति शब्दस्य पश्यतु चिन्ता नास्ति तृतीयाविभक्ति पश्यतु भवान् पश्यतु तत्र अस्ति गीतासोपानस्य पुस्तके रामाय अन्ते किमर्थं लुक् आन् पेज् 201 द्विशतं तया सो तया तृतीयरूपं तु अस्ति तया इदानीं वाक्यं वदतु रामः तया गीतवान् सः गीतं तया सह तया सह गीतं गीतवान् सो ताविल्कं इदानीं ताविल्कं तु ताभि ताः विल्कं तु ताः ताभिः ताभिः भवति ताभिः रामः ताभिः सह कार्यं कृतवान् उत्तमम् अर्थं वदतु इदानीं तयोः वाक्य तया इस् रामः अलोङ्ग् वित् हर् अलोङ्ग् वित् रामः अलोङ्ग् वित् हर् sing the song sang the song so taya will come to apicha taya will come to taha will come to taya is yidha taabi taabi taya uktavan okay taabi ramah taabi sah karyam krutavan iti vakyasya arthah kah ramah along with them he did the work agrimam karotu esha aapanam katavan etah vipanam katavan ramah etaya सः आपणम् एतया आपणं गतवान् एतया सह आपणं गतवान् देन् एताः विल् बि रामः एताभिः सह विपणं गतवान् विपणिं गतवान् अर्थं वदतु वाट् इस् मीनिङ्ग् आफ् विपिनः अण्ड् आपणम् market and aapanam is shop okay rama hai acha so rama along with him went to the shop सत्यम् अलाङ्ग् वित् हिम् एषा अस्ति तत्र अलाङ्ग् वित् हर् अग्रे देन् द राम अलाङ्ग् वित् देम् अलाङ्ग् वित् देम् वेण्ट् टु द शाप् सत्यम् अग्रिमं करोतु भगवान् गृहम् आगतवान् वा भवन्तः क्रीडितुम् आगतवान् वा पुस्तके अस्ति पुस्तके रामः भवानि भवता रामः भवता सह गृहम् आगतवान् वा भवन्तः भवन्तः भवद्भिः रामः भवद्भिः सह क्रीडितुम् आगतवान् वा इस् ओके वदतु रामः अलाङ्ग् वित् हर् वेण्ट् टु द हौस् भवान् अस्ति भवान् इस् लिङ्गं किं भवान् भवता लिङ्गं किं पुल्लिङ्ग पुं पुंलिङ्गे तर्हि हर् कथं भवति अलाङ्ग् वित् हिम् अलाङ्ग् वित् हिम् हिम् सोरि हिम् हिम् डिडि कम् प्रश्नः अस्ति तत्र हा डिडि कम् वा इस् ओके डिडि कम् डिडि कम् टु द हौस् डिडि कम् टु प्ले ओके तथा देन् राम अलाङ्ग् वित् दम् प्लेयिङ्ग् क्रीडतु प्लेयिङ्ग् या डिड् हि कम् टु प्ले आगतवान् क्रीडितुम् आगतवान् डिड् हि कम् टु प्ले अग्रिमं करोतु भवती कुत्र गतवान् आसीत् भवत्याः किमर्थं कलहं कृतवान् भवत्याः इदानीं ऐ थिङ्क् इट् विल् बि सेम् भवता किमर्थम् अत्र लिङ्ग भवती लिङ्गं किमस्ति तत्र स्त्रीलिङ्गे परन्तु इदानीं कृतवन्तः स्त्रीलिङ्गे स्त्रीलिङ्ग भवति भवत्या भवति तत्र दत्तं नास्ति परन्तु अत्र कृतवन्तः वयं भवत्या रामः भवत्या सह कुत्र गतवान् आसीत् भवती तृतीयारूपं तु भवत्या अस्ति बहुवचने भवतीभिः उत्तमं पुनः राम पश्वनि रामः भवत्या सह कुत्र गतवान् आसीत् देन् सेकेण्ड् विच् रामः भवद्भिः भवतीभिः सह किमर्थं कलहं कृतवान् अर्थं वदतु रामः अलाङ्ग् वित् हर् यु वेर् डिड् हि सिट् आसीत् अलाङ्ग् वित् यु आसीत् नो नो नो आसीत् इस् पास्ट् टेन्स् आफ् अस् धातु सो वित् with whom ram okay. ram with you where he had he gone with you okay and with all of you all in the next one why did he fight okay why did he have an argument okay agree aham davitavan vayam na upavishtavan aham is something माया उत्तमं मया रामः माया सह धावितवान् अपि च अपि च वयम् अस्माभिः अस्माभिः ऐ थिङ्क् रामः अस्माभिः स न उपविष्टवान् उपविष्टवान् अर्थं वदतु रामः धावितवान् धावितमीन्स् रनिङ्ग् रनिङ्ग् रामः धावितवान् रनिङ्ग् रामः ran along with him me maya sir along with maya, me sir. me aham okay vayam is ramah along with them as with along with us vayam is we so it becomes as along with us he did not sit down sit he okay. did not अवगतं किल सर्वनाम चिन्ता नास्ति इट् कम् स्लोलि इफ् वि डोण्ट् यूस् इट् देन् इट् कम्स् वितौट् दट् लास्ट् पेज् वि केनाट् वितौट् इट् लास्ट् पेज् इस् वेरि हेल्प्फुल् No, no, it is a lot of practice, like okay. arithmetic and like maths, you have to keep on practicing. Okay. If you practice, then it automatically comes. Okay. So, dhanyavadah, mahode. Vijay Kumar, Vijay Thanki, mahode, agrimam karo tu. Aam bhagini. Koshthakani mani smaratam. तत्र कुत्र कुत्र दृष्टवान् अधो निर्दिष्टं कोष्टकं पठत ओके अधो भागे अस्ति कोष्टकं पठत तत्र द्वितीयान्तानि दत्तमस्ति परन्तु तृतीयान्तानि सन्ति तृतीया विभक्तिः एव विषयः किल तृतीयान्तानि रूपाणि ईकारान्तः हरिणा पुल्लिङ्ग हरिणा हरिभिः स्त्रीलिङ्ग मत्या मतिभिः नपुंसकलिङ्ग दध्न दधिभिः उकारान्तः गुरुणा गुरुभिः धन्वा धेनुभिः मधुना मधुभिः ऋकारान्त पित्रा पितृभिः मात्रा मातृभिः ऋकारान्त कर्त्रा कर्तृभिः तत्र ईकारान्त पुंलिङ्गशब्दे तत्र हरिणा तु तृतीया विभक्तिः अस्ति परन्तु शब्दः कः प्रातिपदिकं किं हरि स्त्रीलिङ्गे मति नपुंसकलिङ्गे दधि उकारान्त गुरुणा इति शब्दस्य प्रातिपदिकं किं गुरु स्त्रीलिङ्गे धेनुभिः इति शब्दस्य प्रातिपदिकं किं धेनु नपुंसकलिङ्गे मधु ऋकारान्त पित्रा इति शब्दस्य प्रातिपदिकं किं पितृ मात्रा अपि च कर्त्रा कर्तृ अग्रिमं करोतु अभ्यासम् अधो निर्दिष्टानां तृतीयाविभक्तिरूपाणि लिखत उदाहरण कविः पुल्लिङ्ग कवीना बहुवचन कविभिः प्रथम हिन्दुः पुल्लिङ्ग हिन्दुः प्रातिपदिकं वदतु आदौ उकारान्त हिन्दूना हिन्दुभिः हिन्दू इणान् हिन्दु न तत्र नत्वं नास्ति यतोहि तत्र रेफः नास्ति हरि बिकेम् हरिणा बिकास् आफ् द र ओवर् देर् रेफः गुरु बिकास् आफ् द रेफः ओवर् देर् बट् ओवर् हियर् देर् इस् नो रेफः सो हिन्दु न ओन्लि इस् करेक्ट् हिन्दु न हिन्दुभिः तत्र अर्थः कः हिन्दु न हिन्दुभिः इति बै हिन्दूस् बै हिन्दूस् एण्ड् बै हिन्दू अग्रे There is a question, there are two Rukarantas. What is the difference between two? Because Kartru and Refaha, right? So that is why it is different, that's all. Because Pitru doesn't have a Refaha over there. Okay? And it doesn't have, one more thing is there, one can observe that there is no strilinga and napumsakalinga over there, because kartra is act, one who does action. Anybody. Okay. So there are two rukar answers. Look, kartri okay. is there, kartri is there to my knowledge, but they have not given it over here, I don't know why. But anyway, that is the... The difference is that the repha is there over here and there the repha is not there. Okay. Astu. Agare. Setuhu. Paranta. Pullinga. Setuna. Setubhi. Uttamam. Agare. Sandhihi. Setu iti shabdasya artha kaha? Bridge. सन्धिः पुल्लिङ्ग सन्धिना सन्धिभिः पुष्पाधानि अर्थः कः सन्धिः इति शब्दस्य एग्रीमेण्ट् या You can say agreement or if you look at it in the grammar point of view, then conjunct. Astu agre. Puspadhani, strilinga, ikaranth, strilinga. Ikaranth. Ikaranth. पुष्पाधान्या पुष्पाधानी अर्थः पुष्पाधानी वाज वाज पुष्प इज फ्लावर पुष्पाधानी इज वाज फ्लावर वाज ओके अग्रिमम् आसक्तिः स्त्रीलिङ्ग आसक्तिः आसक्तिः स्त्रीलिङ्ग आसक्त्या आसक्तिभिः उत्तमम् अत्र अर्थः कः अट्राक्षन् आसक्ति अट्राक्षन् उत्तमं धन्यवादः महोदय धन्यवादः अस्मिता भगिनी किञ्चित् परिचयं दत्वा करोतु नमस्ते अहं मम नाम अस्मिता अहम् अमेरिकादेशे वसामि अहं शोभा भगिन्याः शुक्रवासरस्य कक्षायां अस्ति अस्तु चिन्ता नास्ति तर्हि द्वयोः वर्गयोः प्रति आगच्छति किम् अद्य उत्तमम् चिन्ता नास्ति अग्रिमं करोतु भगिनि चतुर् न षष्ट षष्टि ओके नै पञ्चम अभवत् पञ्च आसक्तिः तदभवत् तदभवत् आसक्त्या आसक्तिभिः तदभवत् आसक्तिना आसक्तिभिः आसक्त्या आसक्त्या स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति किल आसक्त्या आसक्तिभिः आसक्त्या नदीवत् नदीवत् नैव नैव तत्र तत् ह्रस्व इकारः अस्ति तर्हि मतिवत् मतिवत् मतिवत् मतिवत् मत्याः मत्या आसक्त्या आसक्त्या आसक्तिभिः अर्थः कः अर्थः कः वीक्नेस् लैकिङ्ग् लैकिङ्ग् नो नाट् वीक्नेस् लैकिङ्ग् और् अट्राक्षन् एस् महोदय सेट् अट्राक्षन् भुशुण्डिः मतिवत् भुशुण्ड्या भुशुण्ड्या भुशुण्डीभिः अर्थः कः भुशुण्डिः इत्युक्ते आम् सत्यं पिस्टल् और् वेपन् वेपन् शङ्कुः शङ्कुः गुरुवत् शङ्कुना शङ्कुना शङ्कुभिः शङ्कु शङ्कुभिः याता याता लतावत् याता याताया लताभिः लता लतावत् नास्ति लतावत् नास्ति अत्र याता यातृ सिस्टर् इन् लॉ सिस्टर् इन् लॉ अस्ति यातृ यात्रा यात्रा यातृभिः उत्तमं यातृभिः अत्र सिस्टर् इन् लॉ इत्युक्ते हस्बेण्ड् ब्रदर्स् वैफ् नाट् दि अदर् वे राङ्ग् बट् हस्बेण्ड् ब्रदर्स् वैफ् कार्यकर्ता अत्र लतावत् कार्यकर्त्राया नैव नैव नैव नैव अत्र पश्यतु तत्र कर्तृ कर्तृ कार्यकर्तृ कार्यकर्त्रा कार्यकर्तृभिः उत्तमम् अग्रे पिता पितृ पित्रा पितृभिः उत्तमम् अग्रिमम् अग्रे आवरणे दत्तानां शब्दानां भगिनी एकनिमिष एकनिमिष एकनिमिष यात्रा यात्रा तत्र अर्थः कः यात्रा इति शब्दस्य जर्नि नैव नैव अत्र न अत्र न अत्र बाय् द सिस्टर् इन् लॉ लैक् मात्रा इस् बाय् द मदर् पित्रा इस् लैक् द फादर् बाय् द फादर् क्षम्यतां तथा एव तृतीया अस्तु अग्रे आवरणे दत्तानां शब्दानां तृतीयान्तेन रूपेण एकवचनं रिक्तस्थलं पूरयत उदाहरण विद्ये विघ्नेशः सम्यक् विघ्नेशः विघ्नेशः विघ्नेशः मात्रा माता सह काशीं गमिष्यति तर्हि माता अत्र प्रथमाविभक्तौ अस्ति मात्रा तृतीया विभक्तेः रूपम्. भगिनी आदौ प्रश्नस्य अर्थं वदतु, आवरणे दत्तानाम् आङ्ग्लभाषायां वदतु प्रश्नस्य अर्थः कः. विघ्नेशः पर्सन् रैट् द नेम् आफ् अ पर्सन् लैक् गणेशः विघ्नेश नैव भगिनि आदौ प्रश्नस्य अर्थं वदतु प्रश्नस्य अर्थं द क्वश्चन् वाट् आर् वि सपोस् टु डु वित् हूम् डिड् विघ्नेशः गो टु विल् बि गोयिङ्ग् टु काशी विल् गो टु काशी उत्तम विल् गो टु काशी बट् वाट् इस् द क्वश्चन् वाट् इस् द मीनिङ्ग् आफ् द क्वश्चन् आवरणे दत्तानां शब्दानां तृतीयान्तेन रूपेण रिक्तस्थलं पूरयत प्रश्नस्य अर्थं अर्थं विघ्नेशः वाट् इस् द क्वश्चन् वाट् आर् वि सपोस् टु डु आवरणे दत्तानां वाट् इस् द मीनिङ्ग् आफ् देट् आवरणे दत्तानां in the bracket given in the bracket given in the which is ekvachanam and so in the fill in the blank rikta stalam purayata fill in the tritiya ending uttamam avarane iti shabdasya vibhaktih ka iti janati kim avarane आवरणे विभक्तिः विभक्तिः का सप्तमी सप्तमी उत्तमं दत्तानां शब्दानां तत्र विभक्तिः का रामाणां षष्टि सत्यं तृतीयान्तेन रूपेण एतयोः शब्दयोः विभक्तिः का तृतीया उत्तमं भगिनि अस्तु करोतु प्रथमं प्रथमं हरिशः श्रोता श्रोताया तत्र श्रोतृ इति प्रातिपदिकं श्रोतृ ऋकारान्तः पिता माता तथा एव श्रोत्रा सह चर्चां कृतवान् उत्तमम् अर्थं वदतु हरिशः श्रोता स्पीकर् no shrotra is the listener so with the listener his discussion krutwan did discussion yes, with the listener uttam agree nageshah den denuhu as in ke देन्वा सह उत्तमम् अरण्यं गतवान् अरण्यम् उत्तमम् अरण्यं गतवान् अरण्यम् इत्युक्ते फारेस्ट् फारेस्ट् तृतीया सुरेशः मुनिः लिङ्गं दृष्ट्वा करोतु तत्र दत्तमस्ति अष्टाविंशतितमे पुटे मुनिः तत्र मुनिः लिङ्गं किं मुनिः मुनिः पुंलिङ्गे अस्ति हरिवत् हरिवत् मुनिना सह अग्निहोत्रम् आचरति अग्निहोत्रम् sacrificial fire. Sacrificial fire. Agnihotram is the some of the daily rituals that these priests do. Munis. Agnihotram. Agnihotram. Acharita. Acharati. Acharati. Acharati. He does. Agnihotram acharati. He does. अग्रे कमलेशः दुहिता तत्र तु कल्मेशः दत्तमस्ति कमलेशः एव कल्मेशः दत्तमस्ति कल्मेशः दुहिता दुहित्रा सह क्रीडति अर्थः कः दुहित्रा सिस्टर् डाटर् प्लेस् वित् हिस् डाटर् कल्मेशः अग्रे सुनिशः शम्भुः शम्भुना शम्भुना सह चलनचित्रं दृष्टवान् चलनचित्रं दृष्टवान् सुनिशः अलाङ्ग् वित् शम्भु सा द मूवी पिक्चर् तत्र तृतीया विभक्तिः सः का शम्भुना शम्भुना उत्तमं शम्भुना धन्यवादः भगिनि धन्यवादः चन्द्रामती भगिनी नूतना अस्ति इति के क्षम्यता अहं प्रथमवारं योजितवती चिन्ता नास्ति स्वागतं किञ्चित् परिचयं दत्वा रामचन्द्रमयी अहं केरलदेशे शय्या उपरि अस्ति सः तत्र आम् करोतु सतीशः श्रीमतिः सह मातुलगृहं गमिष्यति सतीशः सुमत्या सह मातुलगृहं गमिष्यति परमेशः अर्थमपि वदतु सतीश् गोस् अलाङ्ग् वित् सुमति टु द अन्दस् हौस् विल् गो गोस् गमिष्यति लृट् लकारः अस्ति तर्हि भविष्यत्काले परमेशः भ्राता सह कलहं कृतवान् परमेशः भ्रात्रा सह कलहं कृतवान् भ्रातृशब्दः सहोदरेण सह संस्कृतमेव आगच्छति चिन्ता नास्ति आङ्ग्लभाषायाम् अर्थं तु आङ्ग्लभाषायां भाषायां वदतु भगिनि चिन्ता नास्ति यतोहि तत्र तदेव उद्देशः अलाङ्ग् वित् ब्रदर् हि फैट् हि फाट् उत्तमम् अग्रे महेशः अतिथिः सः वायुविहारं करोति महेशः अतिथ्या सह अतिथि तत्र पुंलिङ्गे अपि भवितुम् अर्हति पुंलिङ्गे अपि भवितुम् अर्हति अतिथि न अतिथेः इति आगच्छति वा तथापि कर्तुं शक्यते, यतोहि तत्र अतिथिः परन्तु एकवचने अस्ति, तर्हि अतिथिभिः भवितुम् अर्हति परन्तु अत्र अभ्यासस्य कारणे न भवति. हरिः शब्दं समानं वा? हरिः शब्दं समानं हरिना हरिना तथं तथा एव. अतिथ्या स्त्रीलिङ्गमस्ति चेत् अतिथ्या सह आगच्छति. आम्. वायुविहारं करोति महेश. मित्रेण मित्र एलाङ्ग् वित् गस्ट् हि हस् गोन् फार् गोन् फार् अ वाक् स्ट्रोल् वायुविहारं स्ट्रोल् वेङ्कटेशः भीरुः सह स्नेहं न इच्छति. वेङ्कटेशः भीरुणा सह स्नेहं न गच्छति. भीरुः इति नामम् अस्ति वा? भय यः भीतः अस्ति सः भीरुः, तेन सह सौहृदं कर्तुं न इच्छति. आङ्ग्लभाषायां वदतु भगिनि, ज्ञातवान् इङ्ग्लिश् नाट् लैक् टु बि डोण्ट् हाव् करेज् वित् अ स्केर्ड् पर्स्. गिरीशः नियुद्धपटुः सह अभ्यासं करिष्यति. गिरीशः नियुद्धपटुना सह अभ्यासं करिष्यति. गिरीश् इस् पटु इत्युक्ते बुद्धिमान् तादृशं नियुद्धपटुः इत्युक्ते स्किल्ड् इन् फैटिङ्ग्. धन्यवादः भगिनि, धन्यवादः. कविता भगिनी पठतु अग्रे. आं भगिनि. आवरणे दत्तानां शब्दानां तृतीया बहुवचनान्तेन रूपेण रिक्तस्थानानि पूरयत. आवर्णेन दत्तानां शब्दानां द वर्ड्स् देट् आर् गिवन् इन् द ब्राकेट् कन्वर्ट् दम् इन् टु तृतीया विभक्ति एण्ड् फिल् अप् द सेण्टेन्स् एण्ड् फिल् अप् द ब्लाङ्क् ब्लाङ्क्. उदाहरण विनायकः कृतिभिः प्रसिद्धः. इस् समथिङ्ग् देट् हेस् बीन् क्रियेटेड् सो यु केन् सी क्रियेशन् कृतिभिः क्रियेशन् वेदिका वक्ता शोभते. वेदिका वक्ता शोभते. वेदिका इतृ वक्तृ वक्तु वक्तृभिः शोभते. वक्तृभिः शोभते. वक्तृभिः शोभते. वेदिका वक्तृभिः वदतु. वेदिका इस् द नेम् आफ् अ पर्सन्. नो नो नो, इट् मीन्स् स्टेज्. वक्तृभिः इस् वन् हू दोज़ हू टॉक दोज़ हू स्पीक् दोज़ हू हैव डिस्कशन. सो वेदिका इस् स्टेज्. The stage shobhate literally means shine. So over the shobhate, it looks good with the people who talk. Sarve balaha sah agachheyuhu. Sarve balaha pitrubhi sah agachheyuhu. All the girls came along with their father. They are directing. Should come. Agachheyuhu tatra vidhilinga. Agachheyuhu. So all children should come. All the children over here, Balaha, could be both. Balaha or Bala also. Yatha, Ramaha, Malaha. Come with your father. Should come with your father. Agree. Tani Nagarani Setuhu Virajate. Tani Nagarani Setubihi Virajate. Virajante. So? There are many bridges in your Nagar. So, Virajante over here means they... established. Can say established, but actually Virajate means looks good with that, like Raj, the Dhatu is Raj. Dhatu hu Raj asti. Agdimam karo tu? So the meaning is that those cities, they shine with bridges. But shine over here, you can't take literally shine. Because you have to, according to the context, you have to take. So they are good, you can say. They are better because of that. When you have bridges, it means it is a developed place. It means a selfish person. Udaram Barihi means a selfish person. Udaram Barihi Bihi. Bhari Bihi. Bihi Nasti. Udaram Bhari Bihi. Udaram Bhari Bihi Saha Adhika Sneha Mastu. Don't get attached to the selfish person. Agrimam. Agrimam. Saha Petika Rajju. Petikam Rajubihi Bandhavan. He tied the sarpa. Rope. So he tied the box. धन्यवादः भगिनि धन्यवादः विजय कुमार महोदय अग्रिमं करोतु आं भगिनि भ्रमराः मधुः मोदन्ते भ्रमराः मधुभिः मोदन्ते अत्र मधु इति शब्दस्य महोदय लिङ्गं किं पुल्लिङ्ग नैव नपुंसकलिङ्ग मधु पुंलिङ्गे अस्ति चेत् मधुः ओके मधु ओके नपुंसकलिङ्ग वदतु आं सत्यं ब्राह्मरः वाक्यस्य अर्थं वाक्यस्य अर्थं बी द बीस् न ब्राह्मरः बीस् भ्रमराः बीस् बीस् रोम् मोदन्ते इत्युक्ते किं मोदन्ते इस् टु बि हेपि सो लव् लव् दे बीस् लव् द हनी हनी वित् हनी दे आर् हेपि वित् हनी दे आर् हेपि देन् By honey, okay. Vagmi suktikah janam bodhayati. Suktihi. Okay. Suktihi will be suktibihi. Yes. So vagmi suktibihi janam bodhayati. Vagmi means... Vagmi is one who talks well. Vagmi, it comes from vak. It comes from vak. Over here, Vagmi doesn't only mean talk well. It means one who orates, no? One who is an orator or one who is doing a pravachanam. And suktihi means? Suktihi means those one-liners that are there, no? Like tena vina trinam api na chalati. Okay. With those kind of sayings, ओके सूक्त टैप् ओके ओके ओके भवन्तः माता सह क्रीडन्तु भवन्तः मातृभिः सह क्रीडन्तु हि भवन्तः you all play with mother yeah with your respective mother it's respective is respective mother, okay okay saha is play respective. With your mother okay okay mm-hmm. okay okay saha is along along with okay vaidya hai dadi oshadam nirmati vaidya hai dadi bhi oshadam nirmati doctor makes medical medicine for medicines with curds with curds okay with curds curd okay shibirasthanam kutihi purnamasti shibirasthanam kutivihi purnamasti shibirasthanam is a cold place no shibirasthanam is they have these workshops right okay the place of the workshop is filled with all the rooms of understood dhanyavadah mohode धन्यवादः इदानीं तत्र गीतासोपाने तत्र सप्तषष्ट्यधिक एकशतं पुटम् उद्घाटयन्तु तत्र विशालाक्षी भगिनी आरम्भं करोतु पेज् नम्बर् 167 आफ् द गीतासोपानं तृतीया विभक्तिः यतोहि समयः तु अस्ति कुर्मः विशालाक्षी भगिनी पेज् नम्बर् 167 आफ् द गीतासोपान नौ असङ्गशस्त्रेण दृढेन चित्वा तत्र असङ्गशस्त्रेण दृढेन विभक्तिः का तयोः शब्दयोः तृतीया तृतीया असङ्गशस्त्रेण दृढेन छित्त्वा छित्त्वा कीदृशं पदं क्रियापद प्रत्ययः कः क्रियापदं छित्त्वा स्वाप्रत्ययम् अर्थः छित्त्वा इदानीं वदतु अर्थः असङ्गशस्त्रेण दृढेन छित्त्वा पुरुषः पुरुषोत्तमयोगः असङ्गशस्त्रेण सङ्ग इस् अटाच्मेण्ट् असङ्ग इस् डिटाच्मेण्ट् शस्त्रेण इस् द वेपन् सो वित् द वेपन् आफ् डिटाच्मेण्ट् दृढेन वित् स्टेड् फास्ट्नेस् और् वित् विल् पवर् चित्वा आफ्टर् कटिङ्ग् इट् आफ् after cutting off with this weapon the attachment we will reach him that is the purushottama yoga asti agre patat pashyat uchaihi patata cha pashyat ha pashyat uchaihi patata cha now you want me to read all this arjunaha artham vadatu yadav prashnasya artham pashyat uchaihi patata see and read loud See and read loudly. Arjunaha Rathaha Arjunaha Rathena Gacchati Tatra Rakta Varne Asti Rathena Rathena Sritiya Vibhakti hi ka? Artha Artha kaha? Artha Arjuna is goes in a Ratha ओके तत्र प्रयाण प्रयाणसाधनम् अस्ति किल तदर्थं when we are using a vehicle instrument vehicle but is a vehicle vehicle in the next one is the vehicle instrument next one arjunaha baanena praharati baanena means with the arrow he is attacking praharati praharati is he attacks bhimaha gadaya praharati bhima attacks with a gada gada gada gadaya is what is gadaya it is ba what is this is ba gadaya I know means for this baanena it is baana the pratipadikam is baana pratipadikam what is the pratipadikam gadaya gada गदा आकारान्त स्त्रीलिङ्ग शब्दः गदा ओके आचार्य जलेन अभिषिञ्जति अभिषिञ्जति सो हि इस् द टीचर् इस् डूङ्ग् अभिषेक वित् वाटर् इदानीं भगिनी किञ्चित् वदतु गच्छति गच्छति कीदृशं पदं गच्छति इस् क्रियापदं न क्रियापदं धातुः कः इति जानाति किं धातुः कः गच्छत आहा नैव नैव गम् गम् गम् गम् ओ लकारः कः लट् लकारः उत्तमं परस्मै अस्ति वा आत्मनेपदी अस्ति वा परस्मैपदी अस्ति तत्र ति अस्ति सन्ति किल अस्तु समयः जातः इदानीम् अत्र समापयामः अग्रे करिष्यामः अनेके धन्यवादः पुनर्मिलामः धन्यवादः शान्तिमन्त्रं शान्तिमन्त्र वदतु भवती एव वदतु धन्यवादः जानाति किम् अथवा इद् अत्र स्थापयामि ऐ डोण्ट् नो देट् या एकनिमिषं सहना भवतु अत्र वदतु दे नाट् कम् येट् आन् सर्वे सुखिन इट् इस् नाट् कम् आन् द स्क्रीन् एकनिमिषं कविता भगिनी लिखते अस्तु कोऽपि कोऽपि जानाति किम् अथवा कापि नूतना छात्रा अस्मिता अथवा चन्द्रामती भगिनी जानाति किं सर्वे सन्तु सर्वे सन्तु निरामया सर्वे पत्राणि पश्यन्तु मा कश्चित् दुःखमात् भवेत् अनेके धन्यवादः अनेके धन्यवादः पुनर्मिलामः धन्यवादः पुनर्मिलामः